अस्तु, तर्हि अस्माकम् अद्यतनविषयः अस्ति तव्यत् अनीयर् प्रत्ययौ. तत्र गतिवर्गे अस्माभिः दृष्टं यत् यत्र वदामः बालकः अलसः, सः कार्यं न करोति परन्तु कार्यं कुर्यात् इत्यस्मिन् अर्थे बालकः कार्यं कुर्यात्, बालकेन कार्यं किं भवति? करणीयम्. हा अस्ति, समीचीनमस्ति. कुर्यात् इत्यस्य कर्मणि किं भवति? किन्तु क्रियेत. हा क्रियेत. बालकः कार्यं कुर्यात्, तस्य तिङन्तरूपस्य कर्मणि प्रयोगे कुर्मश्चेत् तत्र बालकेन कार्यं क्रियेत. तस्मिन् एव अर्थे बालकेन कार्यं करणीयम् अथवा बालकेन कार्यं कर्तव्यं कर्तव्यम् इति पदद्वयमस्ति, अर्थः एक एव. तर्हि बालकः कार्यं कुर्यात् इत्यस्मिन् अर्थे तत्र वाक्यत्रयम् अस्माकं जातं, बालकेन कार्यं क्रियेत, बालकेन कार्यं करणीयं, बालकेन कार्यं कर्तव्यम्. अस्तु, इदानीं किं वदामः, किं वदामः यत् कर्तव्यं करणीयम् इति लक्ष्मीभगिनी कृपया वदतु. अत्र क्रियापदं नाम तिङन्तपदम् अस्ति अथवा विशेषणं नाम सुबन्तपदं नाम नामपदमस्ति अथवा क्रियापदमस्ति? नामपदमस्ति. करणीयं, कर्तव्यं, सुबन्तपदम्. हा सुबन्तपदं, समीचीनमस्ति. नाम वस्तुतः यदा वयं वदामः बालकः गृहं गतवान्, तत्र गतवान् इत्यपि तथा विशेषणमेव. तत्र क्रियापदं किमस्ति इति चेत् बालकः गृहं गतवान् अस्ति, अस्ति इति वक्तव्यमस्ति, वक्तव्यमस्ति यदि तिङन्तपदं प्रदर्शनीयमस्ति. वयं सामान्यतया वदामः तत्र क्रियापदस्य अर्थे बालकः गृहं गतवान्, गतवान् नाम अगच्छत्. किन्तु वस्तुतस्तु तत्र गतवान् इति बालकशब्दस्य विशेषणमस्ति, नाम गतवान् बालकः, बालकः कीदृशः? गतवान् इति विशेषणमस्ति, गतवान् बालकः. तदर्थं बालकः गृहं गतवान् अस्ति इति क्रियापदं तत्र भवति, सर्वत्र अस्ति. एवमेव अत्रापि बालकेन कार्यं करणीयम् अस्ति, बालकेन कार्यं कर्तव्यम् अस्ति अथवा आसीत् अथवा भविष्यति इति तत्र क्रियापदं वदामः अथवा न वदामः, किन्तु तत् अवगम्यते अस्माभिः, तादृशं क्रियापदं क्रियापदम् अस्ति इति स्थितिः. तर्हि विशेषणत्वेन कीदृशप्रयोगः स्यात् इति चेत् तत्र गन्तव्यः, गन्तव्या, गन्तव्यं, गमनीयः, गमनीया, गमनीयम् इति त्रिषु लिङ्गेषु यत्र विशेषणमस्ति तत् त्रिषु लिङ्गेषु भवति. विशेषणम् अस्ति, समानं नास्ति अर्थः? नाम अर्थः समानः केन सह अर्थः समानः नास्ति? पुनः वदतु. कृतवान् गमनीयं यदि विशेषणं सन्ति अर्थः भेदः अस्ति, ऐ मीन् अर्थः समानम् अस्ति अपि. नाम कर्तव्यं गमनीयम् इति अर्थः समानः केन सह समानः? प्रश्नः नावगतः मया. केन सह अर्थः समानः? उदाहरणार्थं नाम यत्र समानः इति वदामः तत्र वस्तुद्वयमस्ति खलु. गमनीयम् अर्थः किं विशेषणम् अस्ति चेत् गतवान् अर्थः. अच्छा, नाम गतवान् गमनीयम् इति अर्थ इति द्वयोः पदयोः नाम अर्थः समानः इति वा? आम्. तत्र विशेष तत्र कः आगतवान् इदानीं? पुष्पा भगिनी अन्य कोऽपि अस्ति? अस्तु. तर्हि अत्र गतवान् इति विशेषणमस्ति, गमनीयम् इति विशेषणमस्ति, किन्तु सर्वाणि विशेषणानि समानार्थकानि तु न सन्ति खलु. विशेषणमस्ति इति कारणतः एव अर्थः समानः इति तु नास्ति. यथा बालकः बुद्धिमान्, बालकः उन्नतः, तत्र उन्नतः बुद्धिमान् इति द्वौ शब्दौ अपि तत्र विशेषणे स्तः. किन्तु बुद्धिमान् इत्युक्ते उन्नतः इति वा? सन्ध्या भगिनी वदतु. नास्ति खलु. तर्हि विशेषणमस्ति इति कारणतः एव अर्थः समानः इति तु नास्ति. अहं मन्ये महोदय भगिन्याः प्रश्नम् इति अस्ति, यदा यदा करणीयम् इति विशेषणभावे कार्यं करोति तत् समये तस्य अर्थः भिन्नः अस्ति वा इति तस्य प्रश्नः इति अहं मन्ये. भवती किम् उक्तवती इति अपि न अवगच्छामि, किन्तु अत्र तत्र सन्ध्या भगिनी इदानीं गतवान् गमनीयम् अनयोः अर्थभेदः अस्ति. गतवान् इत्युक्ते भूतकालस्य वार्ता अस्ति, भूतकाले खलु. नाम सः बालकः गृहं गच्छति इति अद्य, ह्यः बालकः गृहं गतवान् इति भूतकालस्य अर्थः खलु. सन्ध्या भगिनी, बालके ह्यः गतवान् आसीत्, इदानीं बालकेन गृहं गन्तव्यं, तस्य कालिकः अर्थः नास्ति. गतवान् इत्यस्य अर्थः भूतकालं बोधयति. किन्तु अत्र गमनीयं कदा नाम कदा इति प्रश्ने सति तस्य उत्तरं गमनीयम् इति नास्ति. तत्र कदा इति नास्ति. अत्र गमनीयमित्युक्ते यत्र अनियर् अथवा तव्यत् इति यत्र भवति, कर्तव्यं, चिन्तनीयं, लेखनीयं, गन्तव्यं, यत्र भवति इति अस्माकं यत् वयं वदामः कर्तव्यम् इति शब्दम् अवगच्छति वा? नाम किं भवेत्? आङ्ग्लभाषायां यत् वदामः शुड्, SHOULD, तस्मिन् अर्थे अस्ति, कालिकः अर्थः नास्ति. गतवान् इति शुड् नाम शुड् गतवान् नास्ति इति किमपि नास्ति अत्र. गतवान् नाम नोर्मटिव् इति यदा वदामः नोर्मटिव् किं भवेत् तत्र तत्र तव्यत् अन्यर्भवति नोर्मटिव् इत्यस्मिन् अर्थे किं स्यात् किं भवेत् कार्यं न कृतवान् लघुबालकः अस्ति सः तस्य गृहकार्यं न कृतवान् किन्तु कर्तव्यमासीत् सम्यक् नास्ति सम्यक् नास्ति कर्तव्यमासीत् न कृतवान् इति शुद् इति वदामः नोर्मटिव् खलु अवगच्छति वा किं स्पष्टमस्ति वा अस्तु अग्रे गच्छेम तर्हि अत्र महोदय अत्र गमनीयं भविष्यकाल तत्र कालस्य न कोऽपि अर्थः कदा गमनीयम् इति न कापि सूचना भवति खलु श्वः गमनीयम् अद्य गमनीयं कः ह्यः गमनीयम् आसीत् इति तत्र किमपि भवितुमर्हति ह्यः गमनीयम् आसीत् अद्य गमनीयमस्ति श्वः गमनीयं भविष्यति अस्तु तर्हि यत्र गन्तव्य इति शब्दः अस्ति तत्र विद्यालयः इति पूरयतु कृपया तत्र श्रीनिवासमहोदय तत्र वदतु तत्र गन्तव्यशब्दस्य कीदृशं रूपं स्यात् अत्र विद्यालयः पूरयतु विद्यालय गन्तव्यः विद्या स्पष्टतया वक्तव्यं विद्यालयः विद्यालयः गन्तव्यः समीचीनमस्ति इदानीं सुब्रह्मण्यमहोदय तत्र पाठशाला गन्तव्या भवति महोदय अत्र समीचीनमस्ति इदानीं किं सुनिधि भगिनी अस्ति अस्तु स्वागतं भगिनि अत्र तत्र गन्तव्यशब्दस्य तत्र कीदृशं रूपं स्यात् इति काशी इति शब्दः अस्ति यथा विद्यालयः गन्तव्यः पाठशाला गन्तव्या काशी सम्यक् यतोहि तत्र काशी इति शब्दः स्त्रीलिङ्गशब्दः अस्ति यद्यपि ईकारान्तः काशी गन्तव्या तर्हि तत्र गन्तव्यशब्दः अकारान्तशब्दः अस्ति अतः तस्य अन्ते ईकारः न कदापि भविष्यति काशी इति यद्यपि ईकारान्तः किन्तु अत्र स्त्रीलिङ्गे अस्ति इति कारणतः इति तत्र अस्माकम् अवधानमस्ति काशी गन्तव्या पाठशाला अपि गन्तव्या इदानीं मीना भगिनी वनं नपुंसकलिङ्गे अस्ति वनं गन्तव्यं वनं गन्तव्यं समीचीनमस्ति अस्तु तर्हि इदानीं करणीयशब्दः अस्ति करणीयशब्दः पुष्पा भगिनी अभ्यासः पुष्पा भगिनी अस्ति अस्मि महोदय अभ्यासः करणीयः इति अस्ति सन्ध्या भगिनी चेष्टा करणीया समीचीनमस्ति इदानीं अपर्णा भगिनी वदति वा आं महोदय अस्तु चिन्तनं करणीयम् इति स्थितिः समीचीनमस्ति तत्र अत्र अभ्यासः करणीयः चेष्टा करणीया चिन्तनं करणीयम् अत्र अभ्यासः चेष्टा चिन्तनम् इति त्रिषु अपि वाक्येषु अत्र अभ्यासः चेष्टा चिन्तनम् इति वाक्यस्तरे वाक्ये कीदृशं पदमस्ति इति सञ्जीवमहोदय वदति वा? कः शब्दः? अभ्यासः, चेष्टा, चिन्तनं, विशेषपदमस्ति, कर्तृपदम्, न कर्मपदम्। हा, कर्तृपदम् इति तु नास्ति इति वक्तव्यम्, इति मुख्यबिन्दुः अस्ति अत्र। अत्र कर्मपदमस्ति, न तु कर्तृपदम्। अत्र कर्तृपदं किं स्यात्? उदाहरणार्थं वदतु, अभ्यासः करणीयः। मया चेष्टा करणीया, अत्र वदतु, मया कर्तृपदम् अस्ति, चेष्टा कर्मपदम् अस्ति, समीचीनमस्ति इति नित्यम् अत्र अस्माकं प्रयोगे, अत्र नित्यं कर्मणि प्रयोगे भवति, यथा मया कार्यं क्रियते। तत्र कार्यमिति सन्ध्याभगिनी, तत्र कार्यमिति मया कार्यं क्रियते, कार्यमिति कर्तृपदं कर्मपदं वा? कर्मपदं, कर्मपदमिति अस्ति। एवमेव अत्र सर्वदा तादृशं भवति, तत्र करणीयः तत्र करणीयशब्दः कर्मपदस्य विशेषणमस्ति, कर्मपदस्य विशेषमस्ति, न तु कर्तृपदस्य। अस्तु, समीचीनमस्ति। तर्हि मया अस्माभिः अभ्यासः करणीयः, अस्माभिः चेष्टा करणीया, अस्माभिः चिन्तनं करणीयम् इति स्थितिः अस्ति। तत्र कर्मपदस्य विशेषणपदस्य च लिङ्गसाम्यमस्ति, लिङ्गसम्बन्धः अस्ति इति वक्तव्यमस्ति। अत्र यदा वयं वदामः बालकः विद्यालयान् गच्छेत्, बालकः विद्यालयान् गच्छेत्, अत्र सुब्रह्मण्यमहोदय तत्र वदतु, तत्र यदि तव्यत् इत्यनेन वदामः। अस्तु महोदय, अत्र वाक्यमस्ति बालकः विद्यालयान् गच्छेत्, अत्र तव्यत् रूपम् उपयोगं करिष्यामि चेत् बालकेन विद्यालयाः गन्तव्याः। समीचीनमस्ति, बालकेन विद्यालयाः गन्तव्याः इति भविष्यति। यदा वयं वदामः बालकः पाठशालाः गच्छेत्, तत्र लक्ष्मीभगिनी कथं भवति तव्यत् रूपेण? बालकः, ओके, बालकेन पाठशालाः गन्तव्याः। बहु सम्यक् अस्ति। अस्तु, अग्रे मीना भगिनी, इदानीं बालकः वनानि गच्छेत्, तत्र किं भवति? बालकेन वनानि गमनीयानि। हा हा हा, इति अन्यर् अस्ति, समीचीनमस्ति। तव्यत् अस्ति चेत् गन्तव्यानि। हा, इति समीचीनमस्ति। बालकेन वनानि गन्तव्यानि, अत्र बालकः एकः अस्ति, किन्तु यत्र कर्मपदस्य बहुवचनान्तत्वम् अस्ति तत्र विशेषणत्वेन तत्र तव्यत् अनियर् इति पदयोः अपि बहुवचनान्तत्वं भविष्यति एव। विद्यालयाः गन्तव्याः, पाठशालाः गन्तव्याः, वनानि गन्तव्यानि इति स्थितिः। अस्तु, तत्र अतः वचनसम्बन्धः अस्ति कर्मपदेन सह, अपि च लिङ्गसम्बन्धः. इदानीं यत्र विशेषणं भवति तत्र पुरुषसम्बन्धः भवति वा इति सन्धिमहोदय वदतु कृपया. पुरुषसम्बन्धः न भवति, पुरुषसम्बन्धः क्रियापदविषये एव, तत्तु सुबन्तपदम्. हा, समीचीनमस्ति. अतः वचनसम्बन्धः, लिङ्गसम्बन्धः, किन्तु पुरुषसम्बन्धः नास्ति. तत्र यथा यदि वयं वदामः, यदि वदामः यत् बालकः मातरं पश्येत्, तत्र अपर्णा भगिनी वदतु कृपया. तत्र बालकः मातरं पश्येत् तत्र तव्यत् इति चेत् किं भवति? बालकेन बालकेन बालकेन माता द्रष्टव्यम् इति सव्यत् प्रत्ययः अस्ति. बालकेन माता अनियर् प्रत्ययः बालकेन प्रथम तत्र दोषः आसीत्, पुनः वदतु. बालकेन माता द्रष्टव्यम्, क्षम्यता, बालकेन माता द्रष्टव्या, तत्र अस्तु, समीचीनमस्ति. बालकेन माता द्रष्टव्या इति, माता इति कः पुरुषः? अत्र पुरुषसम्बन्धः नास्ति. न न न, तत्र मम प्रश्नः भिन्नः. माता शब्दस्य तत्र कः पुरुषः? माताशब्दः पुरुषत्रयं सम्भवति खलु, तत्र प्रथमपुरुषः, मध्यमपुरुषः अस्ति अत्र, अथवा उत्तमपुरुषः. प्रथमपुरुषः, प्रथमपुरुषः अस्ति. बालकेन माता द्रष्टव्या इति अस्ति. इदानीं सुनिधि भगिनी, तत्र यदि वयं वदामः बालकः मां पश्येत्, तत्र तव्यत् इति करोतु. बालकेन अहं दृष्टव्यम्. हा, किन्तु भवती भवती भवती किं नाम, बालिका अथवा बालकः? ओ, बालिका. तर्हि बालकेन अहं द्रष्टव्या. हा, द्रष्टव्या. पुनः वदतु. बालकेन अहं द्रष्टव्या. हा, तर्हि अहम् इति शब्दः कः पुरुषः? प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः? अहम् उत्तमपुरुषः. हा, तत्र यद्यपि माता इति प्रथमपुरुषः, अहम् इति उत्तमपुरुषः, किन्तु द्रष्टव्या इति उभयत्र समानमस्ति. द्रष्टव्या इति तत्र पुरुषभेदः नास्ति, यद्यपि कर्मपदस्य पुरुषभेदः स्यात्. यतोहि किमर्थं? यतोहि अत्र द्रष्टव्यशब्दः विशेषणमस्ति, विशेषणशब्दस्य पुरुषभेदः नास्ति इति स्पष्टमस्ति. कोऽपि प्रश्नः? न, न. हा माता द्रष्टव्या, अहं द्रष्टव्या इति तत्र साम्यमस्ति उभयत्र, पुरुषभेदो नास्ति. यद्यपि माता इति अहं द्वयोः शब्दयोः पुरुषभेदः अस्ति, किन्तु विशेषणस्य पुरुषभेदः नास्ति. अस्तु, समीचीनमस्ति. तर्हि इतः अग्रे इदानीं विशेषणस्य पुरुषभेदः नास्ति, वचनभेदः नास्ति, वचनभेदः अस्ति, लिङ्गभेदः अस्ति. यत्र विशेषणपदमस्ति तत्र अन्य कोऽपि भेदः भवति वा? लक्ष्मीभगिनी वदतु. विभक्तिभेदः अस्ति. किं? विभक्ति. हा, विभक्तिभेदः अस्ति. विभक्तिभेदः अस्ति. अतः यथा यदा वदामः तत्र लेखनी, तत्र लेखनी, तत्र नी धातोः तव्यत् रूपं तत्र किं भवति? लेखनी इति. श्रीनिवासमहोदय, लेखनी नीरातोः तत्र सुब्रह्मण्यमहोदय तत्र सहायं करोतु. नेतव्यं भवति महोदय, लेखनी नेतव्या भवति महोदय अत्र. हा, समीचीनमस्ति. तत्र आ उपसर्गपूर्वकः नी इति कुर्मश्चेत् तत्र कथं भवति? अत्र आनीया भवति महोदय अत्र. लेखनी लेखनी आनीतव्या भवति महोदय. हा, लेखनी आनेतव्या, लेखनी आनेतव्या इति अस्ति. इदानीं यदि वयं वदामः तत्र अहं लेखन्या लिखामि, अहं लेखन्या लिखामि इति वाक्यमस्ति, तत्र सञ्जीवमहोदय कृपया वदतु, तत्र यदि आ उपसर्गपूर्वकः नी धातोः तव्यद् रूपम् इति उपयोक्तव्यमस्ति तत्र कथं भवति? अहं लेखन्या लिखामि. अहं लेखन्या लिखामि, तत्र संयोजयतु कृपया, तत्र आ उपसर्गपूर्वकः नी धातुः तव्यत्. मया लेखनी आनेतव्या. तत्र भिन्नमस्ति, अत्र वाक्यं किमस्ति? अहं लेखन्या लिखामि, तदेव वाक्यं. नी धातु इति नाम लिखतु. नी धातोः आ उपसर्गपूर्वकः नी धातुः, तत्र आनेतव्या लेखनी इति अस्ति खलु? आनेतव्या लेखनी. इदानीं वाक्यं किन्तु अस्ति, अहं लेखन्या लिखामि. तस्मिन् वाक्ये आ उपसर्गपूर्वकः नी धातुः तव्यत्. कथं संयोजयामः? प्रश्नः नावगतः महोदय, अहं प्रयत्नं करोमि वा? हा हा, वदतु वदतु भगिनि. आनेतव्यया लेखन्या लिखामि. हा, तत्र तत्र आशय समीचीनम् अस्ति, तत्र पुनः वदतु. अहं सम्यक् अस्ति, अहं लेखन्या लिखामि. अहं लेखन्या लिखामि, अहम् आनेतव्यया लेखन्या लिखामि. हा, इति अस्ति. हा, इति तत्र आनेतव्या इति लता इति शब्दवत् अस्ति. लता इति अस्य तृतीया किं भवति? पर्णभगिनी वदतु. लतया. लतया. आनेतव्यया. अहम् आनेतव्यया लेखन्या लिखामि इति वाक्यमस्ति, यतोहि तत्र विभक्तिसम्बन्धः अस्ति. तर्हि प्रथमा विभक्तौ किमस्ति? आनेतव्या लेखनी. किन्तु यदा लेखनी तृतीया विभक्तौ भवति लेखन्या, तदानीम् आनेतव्या इत्यस्यापि तृतीया विभक्त्यन्तरूपम् अपेक्षितमस्ति. इति कृत्वा यथा लतया तथैव आनेतव्यया लेखन्या लिखामि अहम् इति वाक्यमस्ति. स्पष्टमस्ति? सन्ध्याभगिनी अवगच्छति वा? अनन्तरं महोदय, कर्मणि नास्ति खलु तत्तु अत्र कीदृश कर्मणि अस्ति एव अत्र प्रश्नः अवगतः मया. इदानीं वदामि. सन्ध्याभगिनी अवगच्छति वा? अस्तु, इदानीं सुब्रह्मण्य महोदयस्य प्रश्नः. अत्र प्रश्नः उदेति यत् अत्र लेखन्याति तृतीया विभक्तौ किन्तु, अपि च लेखन्याति कर्मपदं नास्ति किन्तु, तर्हि कथं वा एतत् सर्वं भवति इति प्रश्नः. इति चेत् अत्र एकम् उपवाक्यमस्ति, अपि च बृहत् वाक्यमस्ति. अत्र एकं वाक्यमस्ति लेखनी आनेतव्या अस्ति इति उपवाक्यमस्ति, नाम लघुवाक्यं. तत्र यदा वयं वदामः यत् अहम् आनेतव्यया लेखन्या लिखामि, यदा वयं वदामः तदानीं तस्मिन् वाक्ये, तस्मिन् बृहति वाक्ये तत्र लघुवाक्यम् अन्तर्गतमस्ति. लघुवाक्यं किं? लेखनी आनेतव्या. तद् लघुवाक्यम् इदानीं बृहति वाक्ये स्थापनीयमासीत्, अतः तत्र लघुवाक्यस्तरे, लघुवाक्यस्तरे तत्र सर्वदा लेखनी इति पदं कर्मपदम् एव. किन्तु यदा बृहति वाक्ये वयं स्थापयामः तदानीं लेखनी इति शब्दः कस्यामपि विभक्तौ भवितुमर्हति. किन्तु उपवाक्ये तच्च लेखनीपदं कर्मपदम् अस्ति एव. कुत्र? यत्र लेखनीशब्दः अपि च आनेतव्यशब्दः अनयोः सम्बन्धः कीदृशः इत्यस्मिन् स्तरे यदा कदापि पश्यामः तदानीं तत्र लेखनी इति कर्मपदमस्ति उपवाक्ये. तच्च उपवाक्यं किं? मया लेखनी आनेतव्या. इदानीं या लेखनी मया आनेतव्या तया लेखन्या लिखामि इति चेत् बृहति वाक्ये इदानीं लेखन्या इति तृतीया विभक्तौ जातमस्ति. किन्तु लघुपदम् इयं लेखनी कीदृशी आनेतव्या केन? मया. या लेखनी मया आनेतव्या तया लेखन्या आनेतव्यया अहम् इदानीं लिखामि. बुद्धं वा? आं महोदय. स्पष्टमस्ति? तर्हि कस्मिन् स्तरे पश्यामः इति प्रश्नः. लघुस्तरे पश्यामः चेत् लेखनी इति सर्वदा नित्यं कर्मपदमस्ति. किन्तु बृहति स्तरे, बृहति वाक्ये इति अस्मिन् स्तरे तत्र लेखनी इति शब्दस्य विभक्तिः या कापि भवितुमर्हति. महोदय, उपवाक्यम् इति आङ्ग्लभाषायां क्लास् इति तादृशमस्ति इति अस्ति. तत्र क्लास् इत्यस्मिन् स्तरे पश्यामः तत्र लेखनी इति कर्मपदम् एव. कुत्र? यत्र आनेतव्य लेखनी इति द्वयोः शब्दयोः सम्बन्धे पश्यामः तत्र कर्मपदत्वम् अस्ति एव द्वयोः सम्बन्धप्रसङ्गे. पुनः बृहतिवाक्ये या कापि विभक्तिः भवितुमर्हति. तत्तु मया किं न उच्यते, मया आनेतव्या लेखन्या लेखनीया मया इति दोषः नास्ति, किन्तु तत्र दोषो नास्ति, किन्तु सामान्यतया न वदामः. तत्र कार्यं करणीयं केन केन केन कर्तव्यमस्ति इति बहुवारं वयं न वदामः. अत्र कार्यं न जातं, करणीयमासीत्, केन करणीयमासीत् इति न वक्तुमपि शक्नुमः. विशेषतः यत्र दीर्घवाक्यमस्ति तत्र मया इति न वदामः चेदपि तत्र न कोऽपि दोषः. अस्तु, मया वक्ष्यते तु लेखन्या अस्ति, लिखामि न लेखन्या. न, पुनः वदतु. मया अस्तु, मया आने आनेया लेखन्या या अनियाय लेखन्याय. तत्र तव्यत् इति वदतु इदानीं. तव्यत् आनेतव्याय लेखन्या लेखनीयम् अस्ति न लेखनीया. तत्र वक्तुं शक्यते, तत्र न कोऽपि दोषः. इदानीं किं लेखनीयमस्ति, ग्रन्थः लेखनीयः, कविता लेखनीया, मया आनेतव्यया लेखन्या कविता लेखनीया इति समीचीनमस्ति. अस्तु अस्तु, तर्हि अत्र इदानीं नूतनं वाक्यं पश्येम. इदानीं चित्रं तत्र दृष्टातुः, तत्र तव्यत् किं भवति, लक्ष्मीभगिनी वदतु. मया चित्रं द्रष्टव्यम्. हा, इति मया चित्रं द्रष्टव्यम् इति इदानीम् उपवाक्यमस्ति. उपवाक्यमस्ति. इदानीं चित्रस्य सम्बन्धे किञ्चित् वदतु. इदानीं बृहति वाक्ये स्थापयतु. भवान् कृपया चित्रस्य सम्बन्धे किञ्चित् वदतु. इदानीं दृष्टातु स्थापयतु तव्यत् रूपेण. मया द्रष्टव्येन चित्रेण. न, वाक्यमहं दत्तवान्. अत्र लघुवाक्यमस्ति, द्रष्टव्यं चित्रं, चित्रं द्रष्टव्यं. यत्र लघुवाक्यमस्ति तत्र चित्रं द्रष्टव्यं. किन्तु इदानीं इदानीं बृहतिवाक्ये बृहत् वाक्यमहं ददामि. भवान् चित्रस्य सम्बन्धे किञ्चित् वदतु. इदानीं दृष्टातु तव्यत् प्रत्ययेन सह तत्र संयोजयतु तस्मिन् वाक्ये. भवान् चित्रस्य सम्बन्धे किञ्चित् वदतु. न अवगच्छति अवगच्छामि महोदय अहं चिन्तयामि चिन्तयतु चिन्तयति वा तत्र कियत् समयः कियान् समयः वदतु मया द्रष्टव्यं चित्रं समीचीनमस्ति न मम वाक्यमस्ति अहं वाक्यं दत्तवान् एव तत्र श्रीनिवासमहोदय तत्र वदतु अवगच्छति वा मया सुन्दरं चित्रं द्रष्टव्यं न अत्र सजीवमहोदय तत्र किञ्चित् साहाय्यं करोतु कृपया अत्र चित्रं द्रष्टव्यमिति उपवाक्यमस्ति अथवा द्रष्टव्यं चित्रम् इदानीं भवान् कृपया चित्रस्य सम्बन्धे किञ्चित् वदतु इति अस्मिन् संयोजयतु भवान् द्रष्टव्यस्य चित्रस्य सम्बन्धे किञ्चित् वदतु हा इति वाक्यमस्ति भवान् द्रष्टव्यं तत्र द्रष्टव्यं चित्रम् इति उपवाक्यम् इदानीं बृहति वाक्ये स्थापयामः चेत् बृहत् वाक्यं किं भवान् त्रिचित्रस्य सम्बन्धे किञ्चित् वदतु तत्र त्रिचित्रं कीदृशं द्रष्टव्यम् अत्र चित्रस्य इति षष्टिविभक्तौ अस्ति अतः भवान् द्रष्टव्यस्य चित्रस्य सम्बन्धे किञ्चित् वदतु लक्ष्मीभगिनी आगच्छति वा महोदय अर्थः किञ्चित् भ्रमः अस्ति अर्थः अस्ति यत् यत् चित्रं द्रष्टव्यमस्ति तस्य सम्बन्धे किञ्चित् वदतु यत् तत् तत्र यत् तत् इति अर्थः वक्तव्यः चेत् तत्र यत् तत् इति यथा लेखनी वाक्ये यत् तत् इति सुब्रह्मण्यं तत्र वदतु तत्र किं वाक्यं किम् आसीत् अहम् आनेतव्यया लेखन्या लिखामि तत्र यत् तत् इति संयोजयतु पुनः महोदय आनेतव्यया लेखन् अहम् आनेतव्यया लेखन्या लिखामि इदानीं यत् तत् अहं यत् यत् लेखनीम् आनयामि न न अत्र तव्यत् इति अस्ति खलु तव्यत् इति रूपमस्ति तव्यत् रूपमस्ति लेखितव्या अहम् आनेतव्यया लेखन्या लिखामि तत्र मया किम् उक्तमासीत् इदानीं द्रष्टव्यस्य चित्रस्य सम्बन्धे भवान् किञ्चित् वदतु अत्र किं वाक्यं भवति यत् चित्रं द्रष्टव्यम् अस्ति तस्य सम्बन्धे भवान् किञ्चित् वदतु एतादृशं वाक्यं वक्तव्यमस्ति अत्र अहम् आनेतव्यया लेखन्या लिखामि अहं यद् लेखनीम् आं महोदय या लेखनी मया आनेतव्या अत्र तेन अत्र तृतीया अस्ति लेखन्या इति कृत्वा तया अहं लिखामि हा सुन्दरमस्ति वाक्यं सम्पूर्णं बहु समीचीनं पुनः वदतु या लेखनी मया आनेतव्या तया अहं लिखामि हा इति वाक्यमस्ति सुब्रह्मण्यं महोदय तत्र अवगच्छति वा आं महोदय इदानीं सम्यक्तया अवगच्छामि हा अस्तु ततः अग्रे गच्छेम इदानीम् अग्रिमं वाक्यमस्ति अत्र दोषः इति शब्दः अस्ति अत्र दोषः मीनाभगिनी वदतु दोषः अत्र त्यज् इति धातुः अस्ति, त्यज्, तत्र अत्र अनियर् इति करोतु, अनियर् त्यक्तनीयम्। अस्तु, तव्यत् करोतु, त्यक्तव्यं। हा, तत्र दोषः वदतु। दोषः त्यजनव्यम् इति दोषः न न भवती सम्यक्तया उक्तवती, तत्र शब्दः कः, तव्यत् इति त्यक्तव्यं, त्यक्तव्य इति प्रातिपदिकमस्ति, त्यक्तव्य। इदानीं दोषः कीदृशशब्दः? दोषः त्यक्तव्यः अस्माभिः, मया, अवाभ्याम् इति, तत्र दोषः त्यक्तव्यः इति उपवाक्यमस्ति, उपवाक्यमस्ति। इदानीं त्यक्तव्यं दोषं मा स्मरतु इति बृहत् वाक्यमस्ति, त्यक्तव्यं दोषं मा स्मरतु। हा, अस्तु, इदानीं श्रीनिवासमहोदय तत्र वदति वा अत्र यत् तत् इति कृत्वा? त्यक्तव्यं दोषं मा स्मरतु, यत् दोषं त्यक्तव्यं भवति तत् मा स्मरतु। हा, तत्र तत्र आशयः समीचीनः अस्ति, तत्र दोषः वाक्ये दोषः अस्ति, किन्तु समीचीनमस्ति चिन्तनं। तत्र त्यक्तव्यं दोषं मा स्मरतु, अत्र लक्ष्मीभगिनी कथं भवति? यत् यत् यः दोषः त्यक्तव्यः सः दोषः मा स्मरतु। पुनः दोषः अस्ति, इदानीं किञ्चित् सम्यक् कृतवती, किन्तु अहं प्रयत्नं करोमि वा महोदय। एकनिमेषः, सम्यक्, समीचीनमेव। लक्ष्मीभगिनी किञ्चित् तत्र सम्यक् करोतु। यः दोषः त्यक्तव्यः सः मा स्मरतु। न न, सुब्रह्मण्यमहोदय तत्र वदतु। यः दोषः मया त्यक्तव्यः तं दोषं मा स्मरतु। हा, किन्तु मया इति तत्र तादृश तत्र मया इति न इङ्गितमस्ति, त्यक्तव्यं दोषं मा स्मरतु इत्यस्मिन् वाक्ये कस्य दोषः अस्ति इति न उक्तं खलु। यः दोषः त्यक्तव्यः तं दोषं मा स्मरतु। हा, समीचीनमस्ति। अपि च सामान्यतया त्यक्तव्यं दोषं मा स्मरतु, सामान्यतया यः श्रोता अस्ति, श्रुत्वा सः तस्य मनसि स्यात् यत् तस्य स्वस्य एव दोषः स्यात्। बालकः दोषं कृतवान्, दोषः त्यक्तव्यः आसीत्, अतः माता वदति तत्र त्यक्तव्यं दोषं मा स्मरतु, अतः सामान्यतया नाम अपरस्य दोषः न इति, यदि कस्य दोषः इति न उक्तं, किन्तु वाक्यम् इदानीं समीचीनमस्ति। अस्तु, अग्रिमं वाक्यं कुर्मः इदानीं। स्थालिका अस्ति, स्थालिका, इदानीम् अनियर् इति कुर्मः, तत्र प्र उपसर्गपूर्वकः क्षाल् इति धातुः अस्ति, तत्र प्रायः क्षालति एव, क्षालयति इति, प्रक्षालयति, प्रक्षालयति इति अनियर् कृत्वा स्थालिका कथं वा स्यात्? सन्दीपमहोदय वदति वा? स्थालिका प्रक्षालनीया. स्थालिका प्रक्षालनीया अस्ति. स्थालिका प्रक्षालनीया अस्ति. इदानीं यदि वयं वदामः भोजनस्यानन्तरं स्थालिकायां मम अवधानमस्ति. भोजनस्य अनन्तरं भोजनस्यानन्तरं स्थालिकायां मम अवधानम् अस्ति. अस्तु, इदानीं पूर्वम् उपवाक्यं किम् आसीत्? प्रक्षालनीया स्थालिका. इदानीं बृहद् वाक्यं करोति वा तत्र सन्ध्या भगिनी वा? न अवगच्छति. अस्तु, इदानीं मीना भगिनी वदति वा? पुष्प भगिनी वदतु. पुष्पभगिनी अस्ति? अस्मि महोदय. स्थालनीया स्थालिका इति शब्दः. स्थालिका एकवारं वदतु वाक्यं. तत्र स्थालिका प्रक्षालनीया इति उपवाक्यमस्ति. इदानीं भोजनस्य अनन्तरं स्थालिकाया मम अवधानमस्ति. भोजनानन्तरं तत् न भोजनानन्तरं प्रक्षालनीया तत्र स्थालिका प्रक्षालनीया भोजनानन्तरं स्थालिकायां प्रक्षालनीया. न, तद् तत्र दोषः अस्ति. सञ्जीव महोदय किञ्चित् सहायं करोति वा? भोजनानन्तरं प्रक्षालनीयायां स्थालिकायाम् अवधानम् अस्ति. हा, इति सम्यक् अस्ति. भोजनानन्तरम् अथवा भोजनस्य अनन्तरं प्रक्षालनीयायां. तत्र लता इत्यस्य सप्तमी किं? पुष्पभगिनी वदतु. लता इत्यस्य सप्तमी लतायां सप्तमी. प्रक्षालनीया इत्यस्य सप्तमी प्रक्षालनीयायां. वाक्यं वदति वा इदानीं? तदेव वाक्यं. भोजनानन्तरं प्रक्षालयायां अवधानं करोतु. हा हा हा, किन्तु प्रक्षालनीयायाम् अपि च सामान्यतया यत्र उपवाक्यमस्ति तत्र स्थालिका प्रक्षालनीया इति उपवाक्यं तत्र बहुवारं तत्र विशेषणम् अनन्तरं स्थापयामः. किन्तु यदा बृहति वाक्ये भवति तदानीं पूर्वं स्थापयामः. विशेष अत्र दोषः नास्ति. तत्र शब्दक्रमः कः अपि भवितुमर्हति. किन्तु सामान्यतया विशेष्यात् प्राक् स्थापयामः विशेषणम् इति बृहति वाक्ये सामान्यतया. प्रक्षालनीयायां च स्थालिकायाम् अवधानं करोतु. इदानीं तर्हि इदानीं पुनः वदामि, मीना भगिनी, इदानीं भवत्याः उत्तरदायित्वं भविष्यति यत्तत्. इदानीं वाक्यमस्ति किं वाक्यमस्ति, भोजनानन्तरं प्रक्षालनीयायां स्थालिकायां मम अवधानम् अस्ति इति वाक्यं. तत्र यत्तत् इति करोतु. यत् प्रक्षालनीयायां स्थालिकायां प्रक्षालनीयां स्थालिकाम् अस्ति. न पुनः वदतु, अत्र यत्र यत् तत् तत्र तत्र प्रथमाविभक्तौ भवति. यत् प्रक्षालनीयं विशेषणमस्ति किन्तु या प्रक्षालनीया स्थालिका अस्ति तस्यां मम अवधानम् अस्ति. इति सुन्दरमस्ति. न तया यदुक्तं तत्तु समीचीनमेव, समीचीनमेव. शृणोतु एकवारं, या स्थालिका प्रक्षालनीया भोजनानन्तरं तस्यां मम अवधानम् अस्ति. यत्र यत् तत् अस्ति तत्र याति विशेषणं कृत्वा स्त्रियामस्ति, अपि च प्रथमाविभक्तौ भवेत्. या स्थालिका प्रक्षालनीया भोजनानन्तरं तस्यां मम अवधानम् अस्ति. अस्तु, समीचीनमस्ति. तर्हि इदानीं सर्वे तादृशं वाक्यं कुर्वन्तु. इदानीं पदं ददामि, अपि च उपवाक्यं, बृहत् वाक्यम्, अपि च यत्तत्. इदानीं सञ्जीवमहोदय तत्र आह्वानीयम्. इदानीं मीना भगिनी ग्रहीतव्यम्. इदानीं सुनिधि भगिनी आगन्तव्यम्. इदानीं लक्ष्मी भगिनी स्मरणीयम्. सुब्रह्मण्यं महोदय तत्र श्रवणीयम्. सन्ध्या भगिनी प्रशनीयम्. अपर्णा भगिनी तत्र स्थापनीयम्. श्रीनिवासमहोदय तत्र निन्दनीयम्. इदानीं श्रीनिवासमहोदय तत्र ज्ञातव्यं. सर्वेषां पार्श्वे अस्ति पुष्पभगिनी दातव्यं. अन्य कोऽपि? अस्तु, रचयन्तु लघुवाक्यं किं, बृहद्वाक्यं किं, यत्तद्वाक्यं किम्. मम शब्दः अस्ति आह्वानीयम्. मित्रं भोजनार्थम् आह्वानीयं. किन्तु लघुवाक्यं किम्? अस्तु, मित्रं भोजनार्थम् आह्वानीयम्. अस्तु, बृहद् वाक्यं किम्? वस्तुतः लघुवाक्यमस्ति, मित्रम् आह्वानीयम् इति लघुवाक्यमस्ति. अपि च बृहति वाक्ये इदानीम् आह्वानीयं प्रथमा विभक्तौ न भवेत्, अपरस्यां विभक्त्यां. सर्वे शृण्वन्तु सर्वे, अत्र लघुवाक्ये पदं प्रथमाविभक्तौ, किन्तु बृहति वाक्ये अन्या विभक्तिः, अन्यया कापि विभक्तिः. अस्तु, मित्रम् आह्वानीयं बृहद्वाक्यमस्ति, आह्वानीयस्य मित्रस्य निरीक्षा अस्ति. हा हा, समीचीनमस्ति. इदानीं यत् तत् इति करोतु. यः मित्रः आह्वानीयः, यं मित्रम् आह्वानीयम् अस्ति तस्य निरीक्षा अस्ति. हा, सुन्दरं, बहु समीचीनमस्ति. अस्तु, अग्रे कोऽपि? का, लक्ष्मी भगिनी वा? आं महोदय. वदतु, किं पदमस्ति? स्मरणीयम्. अस्तु, गतसप्ताहे पाठितान्. लघुवाक्यं, लघुवाक्ये केवलं पदद्वयमस्ति. यथा मित्रम् आह्वानीयम् इति लघुवाक्यमस्ति, पदद्वयमेव अस्ति. विशेषणं संस्कृतपाठाः पाठिताः. न, पाठिताः इति न, स्मरणीयशब्दः यथा तत् शब्दः, सशब्दः. संस्कृतपाठाः स्मरणीयाः. हा, इति लघुवाक्यमस्ति. हा, तत्र संस्कृतपाठाः स्मरणीयाः इति इदानीं तत्र प्रथमाविभक्तौ अस्ति. इदानीं बृहति वाक्ये प्रथमाविभक्तौ न स्यात् इति वदतु. सिद्धं वा? संस्कृतपाठानां स्मरण. संस्कृत, चिन्तयामि महोदय. एकं क्षणं ददातु. लघुवाक्ये तत्र विशेषणम् अनन्तरम् आगच्छति. तत्र संस्कृतपाठाः स्मरणीयाः, तत्र स्मरणीयाः इति विशेषणम् अनन्तरम् आगच्छति. किन्तु बृहति वाक्ये प्रथमं स्थापयतु विशेष्यात् पूर्वम्. अन्य कोऽपि वदति वा? महोदय, किं पदमस्ति? श्रवणीयम् अस्ति मम. गीतं किं? गीतं श्रवणीयं. श्रवणीये गीते मम अभिरुचिः अस्ति. हा, समीचीनम्. इदानीं यत् गीतं श्रवणीयं तस्मिन् गीते मम अभिरुचिः अस्ति. हा, समीचीनमस्ति, वाक्यं सम्यक्, सुन्दरं. गीतम् इति किं लिङ्गमस्ति? मम स्मरणं स्त्रीलिङ्गं. न न न नपुंसकलिङ्गशब्दः गीतम्. आम्, अस्तु, अहं वदामि महोदय. हा, ग्रहीतव्यमिति मम पदं. ग्रहीतव्याः पाठाः लघुवाक्यं. पाठाः ग्रहीतव्याः, पाठाः ग्रहीतव्याः. बृहत् वाक्यं ग्रहीतव्याभिः पाठाभिः ज्ञानं वर्धति. पाठाभिः इति भवति वा? सशब्दः समीचीनः वा? लता लते लतः लता लतेः लतया लताभ्यां लताभिः. पाठशब्दस्य लिङ्गं किम्? ओ ओके, पाठं नपुंसकलिङ्गं. न, पाठः पुल्लिङ्गं. स्त्रीशब्दः नास्ति, नपुंसकलिङ्गशब्दः तु किं स्यात्? अस्तु, पाठः अस्ति खलु, पाठः इति पुल्लिङ्गम्. अस्तु, ग्रहीतव्यैः पाठैः ग्रहीतव्यः ग्रहीतव्यशब्दः ग्रहीतव्यैः पाठैः ज्ञानं वर्धति. हा समीचीनमस्ति. वर्धति इति तत्र किं पदमस्ति, परस्मये अथवा आत्मने? वर्धते, ज्ञानं वर्धते, ग्रहीतव्यैः पाठैः ज्ञानं वर्धते. बहु सुन्दरमस्ति. यत् तत् यं यान् यैः पाठैः ग्रही न यत् तत् इति तत्र प्रथमाविभक्तौ भवति. याः पाठाः ग्रहीतव्याः तत्र भवती किम् उक्तवती, पाठशब्दस्य लिङ्गं किं? पुल्लिङ्गं. तर्हि ये पाठे ग्रही पाठ भ्रमः अस्ति वा, क्षम्यतां. रामः रामौ रामाः यः यौ ये पाठाः ग्रहीतव्याः तैः ज्ञानं वर्धते. इदानीं सुन्दरमस्ति, सम्यक् अग्रे. अहं करोमि वा महोदय? अस्तु. मम एतदस्ति स्थापनीयं, लक्ष्यः स्थापनीयः इति उपवाक्यमस्ति. लिङ्गं किं? लक्ष्यः पुल्लिङ्गं नास्ति. नास्ति लक्ष्यं नपुंसकलिङ्गं. हा इति अस्ति. लिङ्गविषये मम भ्रमा किञ्चिदस्ति. लक्ष्यं स्थापनीयम्, अत्र बृहत् वाक्यमस्ति. अहं जीवने स्थापनीयाय लक्ष्याय उद्यमं करोमि. स्थापनीयाय लक्ष्याय किम्? उद्यमं करोमि. अस्तु, उद्यमं प्रयत्नम् उद्यमशब्दः. अस्तु अस्तु. अत्र यत्तत् इति यत् लक्ष्यं मया स्थापनीयं तस्मै अहम् उद्यमं करोमि. हा इदानीं सम्यक् अस्ति, सम्यक्. अस्तु अग्रे, लक्ष्मी भगिनी वदति वा? आं महोदय, लघुवाक्यमस्ति, संस्कृतपाठाः स्मरणीयाः. बृहत् वाक्यं स्मरणीयानां संस्कृतपाठानां विषये चिन्तयतु. हा सम्यक्. यत्तत् याः पाठाः स्मरणीयाः तान् विषये सम्यक् करोतु. मीना भगिनी तमेव दोषं कृतवती, पुनः स एव दोषः. कथं भवन्ति ये पाठाः? ये पाठाः स्मरणीयाः तान् विषये चिन्तयतु. न ये संस्कृतपाठाः स्मरणीयाः तदनन्तरं किमस्ति? तान् विषये चिन्तयतु. तान् इति कथमा स्यात्? तद् मूलवाक्यं किमासीत्? मूलवाक्यं पुनः वदतु. बृहत् वाक्यं स्मरणीयानां संस्कृतपाठानां विषये चिन्तयतु. स्मरणीयानां संस्कृतपाठानाम् इत्यस्य का विभक्तिः? षष्टिबहुवचनं. षष्टिबहुवचनं, तर्हि द्वितीय इति तु नास्ति खलु? किन्तु यत्तत् इति द्वितीया विभक्तिः किमर्थं कृतवती तर्हि? ओके, आं महोदय. ये पाठाः स्मरणीयाः तेषां विषये चिन्तयतु. हा, इदानीं सम्यक् अस्ति, बुद्धं खलु? आं महोदय, धन्यवादः. अस्तु अस्तु, अग्रे सुनीति भगिनी वदति वा? भगिनी अस्ति? अहं लघुवाक्यम् एव वदामि. बालकेन गृहं गन्तव्यम्. अस्तु अस्तु, गृहं गन्तव्यं, गृहं गन्तव्यम् इति लघुवाक्यम्. अस्तु, बृहद् वाक्यम्? अहं न जानामि. ओके, अस्तु अस्तु. तत्र नाम अन्यया विभक्त्या रचनीयमस्ति. तत्र गृहं गन्तव्यमस्ति. गृहं गन्तव्यम् इदानीं किं कर्तव्यमस्ति नाम गृहस्य प्रसङ्गे किञ्चित् अन्यत् वक्तव्यम् अस्ति. गृहं गृहं गन्तव्यम्. तर्हि भवती यथा, अस्तु, किञ्चित् सहायं करोमि. अत्र गृहस्य प्रसङ्गे किञ्चित् वदामः. तत्र गृहं रोचते, तत्र यत्र रोचते शब्दः भवति तत्र का विभक्तिः भवति? तत्र रोचते, गृहं रोचते चतुर्थी, महोदय. चतुर्थी विभक्तिः. हा, तर्हि किं नाम मया, मह्यमिति, मह्यमिति भवति खलु? सुनिधि भगिनि, मह्यम्? तर्हि मह्यं गृहं रोचते. न, तत् तत् तत् तत् इदानीं प्रथमविभक्तौ अस्ति. अन्यत् गन्तव्ये गृहे माता अस्ति. हा हा हा हा, इति इति तादृशमस्ति. गन्तव्ये, तत्र गृहमिति अपरस्यां विभक्त्यां कर्तव्यमस्ति. अतः तत्र गन्तव्ये गृहे माता अस्ति इति समीचीनमस्ति. भगिनि, तर्हि इदानीं यत् तत् इति करोतु. यत् गन्तव्ये गृहे माता अस्ति, तत् यत् तत् उपयुज्य कथं भवति? समानः अर्थः यत् यत् भवती अवगच्छति वा? न अवगच्छति. यत् गृहं, गृहं कीदृशमस्ति? गृहं कीदृशमस्ति? यत् गृहं गन्तव्यं. हा, यत् गृहं गन्तव्यं तत् माता कुत्र अस्ति? हा गृहे अस्ति, गृहे अस्ति, अतः का विभक्तिः? गृहे, गृहे इति कस् का विभक्तिः? सप्तमीविभक्तिः. तर्हि यदि गृहे इति सप्तमीविभक्तौ अस्ति, तस्य गृहशब्दस्य स्थाने सर्वनामपदं किं? सर्वनामपदं सप्तमीविभक्तौ तत् इति तत् शब्दस्य सप्तमी. हा हा, तर्हि इदानीं जातं सर्वं, नाम यत् गृहं गन्तव्यम् अनन्तरं हा माता अस्ति. हा पुनः वदतु पूर्णं वाक्यं. यत् गृहे गृहं गन्तव्यं तस्मिन् गृहे माता. हा बहु सम्यक्, बहु सम्यक् अस्ति. यत् गृहं गन्तव्यं तस्मिन् माता अस्ति, अथवा तस्मिन् गृहे माता अस्ति. सम्यक्. अन्य कोऽपि? श्रीनिवासमहोदय वदतु. मम कार्यं निन्दनीयं महोदय. लघु अस्तु. निन्दनीयस्य कार्यस्य प्रतिफलं समीचीनं नास्ति. हा हा हा सम्यक्. यत् कार्यं निन्दनीयम् अस्ति तस्य प्रतिफलं समीचीनं नास्ति. हा इति बहु बहु सम्यक् अस्ति. अग्रे महोदय, अहं वदामि. पूजां करोमि, लता दातव्या, लता दानीया, लता दानीया, दातव्या लता उपयोज्य पूजां करोमि. या लता दातव्या. न न न न न, बृहद् वाक्यं समीचीनमस्ति, पुनः वदतु. दातव्या लता उपयोज्य. न, यत्र उपयुज्य, यत्र उपयुज्य अस्ति तत्र का विभक्तिः भविष्यति? दातव्यां लताम् उपयुज्य, उपयुज्य उपयुज्य न उपयुज्य पूजां करोमि. या लता दातव्या. पुनः पुनः पुनः एकवारं वदामि. दातव्यां लताम् उपयुज्य पूजां करोमि. हा इदानीं सम्यक्. हा या लता दातव्या तस्याम् उपयुज्य पूजां करोमि. किन्तु तस्यां कुतः आगतः? तस्याम् इति कुतः? तां तां हा वदतु. तां एका या लता दातव्या ताम् उपयुज्य, उपयुज्य न उपयुज्य, उपयुज्य पूजां करोमि. हा अस्तु, सम्यक्, बहु सम्यक् अस्ति. सर्वे उक्तवन्तः वा? अन्य सन्ध्या भगिनी वदतु. प्रेषणीयं पुस्तकं. पुस्तकं प्रेषणीयं, पुस्तकं प्रेषणीयम्. अस्तु, बृहत् वाक्यं किम्? अहं पुस्तकं प्रेषणीयम् अन्वेषयामि. हा हा हा हा अस्तु. अहं अहं प्रेषणीयं पुस्तकम् अन्वेषयामि. अहं प्रेषणीयं पुस्तकम् अन्वेषयामि. समीचीनमस्ति. यत् पुस्तकं प्रेषणीयं तत् अन्वेषयामि. हा प्रेषणीयं पुस्तकं प्रेषणीयम्, अहं प्रेषणीयं पुस्तकम् अन्वेषयामि, यत् पुस्तकं प्रेषणीयं तत् अन्वेषयामि. हा सम्यक्, बहु समीचीनमस्ति, अवगतवती इति भाति. हा सम्यक्, सर्वे उक्तवन्तः वा? सर्वे उक्तवन्तः इति भाति. हा अस्तु, पञ्चनिमेषाः अवशिष्टाः, पुस्तकम् उद्घाटयामः, पञ्चनिमेषेषु किञ्चित् पठामः. बहु समीचीनमस्ति, अभ्यासः जातः. अत्र गतसप्ताहे वयं दृष्टवन्तः यत् गते वर्गे दृष्टवन्तः यत् अनियर् तव्यत् इडागमः, अनियर् इत्यस्मिन् इडागमः न भवति, तव्यत् इत्यस्मिन् भवति, कुत्रचित् कुत्रचित् भवति, कुत्रचित् न भवति इडागमः. यथा लिखदातुः लेखनीयं, किन्तु तत्र यत्र तव्यत् भवति लेख् और् तव्यत् तत्र लेखितव्यं, तत्र इकारः मध्ये आगच्छति इति कृत्वा तत्र इडागमः अस्ति इति मनसि भवेत्. कुत्रचित् इडागमः भवति तव्यत् प्रसङ्गे, अनियरिटि प्रसङ्गे न कुत्रापि भवति. हा अस्तु, समीचीनमस्ति. इदानीं द्विपञ्चाशदधिकशततमे पुटे अग्रिम अभ्यासः अस्ति, तत्र कर्मणि भावे च. तत्र अपर्णा भगिनी पठति वा? द्विपञ्चाशदधिकशततमे पुटे न पश्यति. अत्र कानिचन वाक्यानि तत्वा न, तत् उपरि तत् अनियर् प्रत्ययान्तस्य अनियर् प्रत्ययान्तस्य इव तव्यत् प्रत्ययान्तस्य अपि प्रयोगः प्रायः कर्मणि प्रयोगे भावे प्रयोगे च भवति. यथा कर्मणि प्रयोगः रामेण गन्तव्यं, भावे प्रयोगे कर्मणि प्रयोगे रामेण गन्तव्यं, भावे प्रयोगे अश्वेन धावनीयम्. तत्र कः भेदः अस्ति? अत्र कर्मणि प्रयोगे रामेण गन्तव्यम्, अत्र भावे किं जानाति वा महोदय? अस्तु, लक्ष्मी भगिनी वदतु. रामेण गन्तव्यं तस्मिन् वाक्ये कर्मपदं सम्भवति, अश्वेन धावनीयम् अत्र कर्मपदं नास्ति. धाव् धातुः अकर्मकधातुः, गम् धातुः सकर्मकः. हा सम्यक् अस्ति. अतः यद्यपि न उक्तं कर्मपदं, किन्तु भवितुम् अर्हति स्म इति कृत्वा रामेण गन्तव्यं, रामेण गृहं गन्तव्यं, रामेण पाठशाला गन्तव्या, रामेण कुत्र देशः गन्तव्यः इति कृत्वा त्रिषु लिङ्गेषु सम्भवति. किन्तु अश्वेन धावनीयमिति अस्मिन् वाक्ये धावधातुः अकर्मकः इति कृत्वा कर्मपदं न कदापि भवति इति कारणेन नित्यं नपुंसकलिङ्गे अस्ति एकवचने च. हा देशाः गन्तव्याः, किन्तु धावनीयं नित्यम् एकवचने नपुंसकलिङ्गे च, यतोहि कर्मपदस्य अभावे. हा अस्तु, अग्रे सन्दीपमहोदय कृपया अग्रे पश्यतु. क्षम्यतां महोदय, वाहने अस्तु अस्तु अस्तु. अग्रे पुष्पा भगिनी. भगिनी अस्ति? हा अहं शिष्येण स्पष्टव्यं. तत्र त्रिषु लिङ्गेषु भवितुमर्हति वा? शिष्येन प्रष्टव्यं प्रष्टव्याः अस्ति न न न तत्र प्रश्नः इति स्थापयतु मध्ये त्रिषु लिङ्गेषु अस्ति वा न न प्रश्नशब्दः प्रश्नशब्दः हा प्रश्नशब्दः प्रश्नं न सुब्रह्मण्यं महोदय तत्र सायं करोति वा अत्र प्रश्नः पुल्लिङ्गशब्दः प्रश्नः लिङ्ग तत्कारणात् अत्र शिष्येण प्रश्नः प्रष्टव्यः हा एवं जिज्ञासा अस्ति चेत् शिष्येण जिज्ञासा जिज्ञासा प्रष्टव्या प्रष्टव्या जिज्ञासा प्रष्टव्या एवम् एवं कृत्वा त्रिषु लिङ्गेषु भविष्यति किन्तु पुष्पभगिनी अग्रिमवाक्यं सैनिकेन योद्धव्यं योद्धव्यं युद्धं करोति इति अत्र अकर्मकधातुः अस्ति इति कृत्वा तत्र नित्यम् एकवचने नपुंसकलिङ्गे च अस्तु लक्ष्मीभगिनी अग्रे बालेन पाठनीयं पठनीयं सर्वैः सत्कार्ये रमणीयम् अत्रापि तथैव भेदः अस्ति हा पठनीयं पठति अकर्मकः रमति अकर्मकः मीना भगिनी अग्रे गीतया वदनीयं गीतया गीतया विषयः वदनीयः सम्यक् विषयः वदनीयः इति लिङ्गभेदः नायकेन जागरूकेण भवितव्यम् अत्र कर्मपदं नास्ति भवितव्यम् अत्र अस्माकम् अवधानं भवतु भवितव्यं भूधातुः अकर्मकः अतः केवलं नपुंसकलिङ्गे एकवचने अपि च कर्तृपदं नित्यं तृतीया विभक्तौ नायकेन भवितव्यं महोदय एकः प्रश्नः अस्ति विशेषणं पदम् अस्ति जागरूकेण अश्वेन धावनीयम् इति वाक्ये अश्वेन वेगेन धावनीयम् इति सम्यक् अस्ति किम् अथवा सम्यक् अस्ति किन्तु अत्र जागरूकेण इति नायकेन इत्यस्य विशेषणम् अश्वेन वेगेन इति वेगेन अश्वेन इति शब्दस्य विशेषणं नास्ति किन्तु किं भवति वेगे किं वक्तव्यं वेगेन सुन्दरेण अश्वेन धावनीयं धावनीयस्य विशेषणं वेगः तत् किं धावनीयं क्रियपदं नास्ति किन्तु वा परन्तु तत् अर्थं वक्तुम् इच्छामि चेत् किं कथं वदामि कथं किं वदति वेगेन अश्वः वेगेन अश्वेन वेगेन धावनीयम् इति सम्यक् अस्ति वाक्यम् अश्वेन वेगेन धावनीयं हा सम्यक् सम्यक् अस्ति किन्तु वेगेन अश्वेन शब्दस्य विशेषणं नास्ति किन्तु किन्तु तृतीया विभक्तौ भवेत् अस्तु समयः जातः अतः समापनीयमस्ति वर्गः समापनीयः बहु समीचीनमस्ति अभ्यासः जातः अनन्तरं प्रेषयामि प्रथम धन्यवादः सर्वेषां नमस्कारः धन्यवादः